गुरुब्रह्मगुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आकाशस्य लक्षणं लक्षणवाक्ये तत्र श्रोत्रेन्द्रियस्य विषयः किं किमर्थं न उक्तम् इति प्रश्नः अन्तिमप्रश्नः आसीत् गतवर्गे तस्मात् प्राक् किञ्चित् पुनस्मरणं कुर्मः तदनन्तरं तत्र प्रश्नस्य उत्तरमपि प्राप्त्वा अग्रे गच्छामः प्राप्य अग्रे गच्छामः अस्तु तर्हि तत्र अस्माकं तत्र नवद्रव्याणि सन्ति तत्र द्रव्याणि प्रायशः एतादृशं कुर्मः हा इदानीं सम्यक्तया प्रायशः दृश्यते इति मन्ये अस्तु हा तत्र पृथ्वी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति तत्र नवद्रव्येषु तत्र किं किं द्रव्यं नित्यम् अस्ति इति कोऽपि वदति वा तत्र प्रेमलता भगिनि आकाशप्रभृति एतत् कालादिक् आत्मा मनः एतत् नित्यं द्रव्यम् इति आकाशः आकाशः नित्यद्रव्यम् आकाशः नित्यद्रव्यं समीचीनं तत्र कालः दिक् अपि नित्यद्रव्यम् इति समीचीनं हा तत्र पृथ्वी जलं वा तेजः वायुः तत्र किं नित्यं वा अथवा किं का परिस्थितिः तत्र तेषां परमाणव नित्यं नित्याः द्विविधम् अस्ति ये परमाणवः न सन्ति ते तु अनित्यं समीचीनं कार्यरूपं कार्यरूपम् अस्ति समीचीनम् अतः तत्र नित्यमपि अस्ति अनित्यमपि अस्ति नित्यमपि अस्ति अनित्यमपि अस्ति नित्यं तु परमाणवः एव नित्याः अस्तु समीचीनम् इदानीं तत्र प्रश्नः उदेति तत्र अपि पुनः तत्र आत्मा अपि मनः तत्र कोऽपि जानाति वा तत्र किं नित्यं वा अनित्यं वा इति एतावत् तस्मिन् विषये न चर्चा न जाता किन्तु किं चिन्तनम् मनः ते अपि द्वौ अपि नित्यं नित्यम् एव हा इति नैयायिकानां मतम् अस्ति तत्र आत्मा अपि मनः नित्यम् इति हा अस्तु समीचीनम् अत्र समीचीनं भगिनि हा अत्र अग्रे तत्र एकम् इति तत्र पृथ्वी तत्र नीता भगिनी अत्र वदति वा तत्र के पदार्थाः तत्र कानि द्रव्याणि द्रव्येषु तत्र एकत्वं नाम एकविधम् एव अस्ति इति तत्र पृथ्वी केवलम् एकाविधा पृथ्वी अस्ति वा पृथ्वी एकाविधा नास्ति नास्ति हा पृथ्वी एकाविधा नास्ति अस्तु जलम् जलम् अपि एकाविधा न सम्भवति नास्ति हा तत्र पृथ्वी तत्र शरीरम् इन्द्रियं विषयाः घटः अस्ति पटः अस्ति अतः पृथ्वी अनेकरूपं तस्य अनेकविधाः सन्ति तथैव जलस्य अपि तेजस्य अपि एकविधम् अस्ति वा अथवा न तेजसि अपि एकविधा नास्ति हा तेजसः अपि एकविधः नास्ति अस्तु हा वायोः वायुः अपि एकविधा न तस्मिन् नास्ति वयं दृष्टवन्तः तत्र यत् तत्र वृक्षस्य कम्पनं तस्य कम्पनहेतुः एकविधः अस्ति अपि शरीरे तत्र सञ्चारप्राण इति अन्यविधा अस्ति इति अतः कृते तत्रापि एकविधं नास्ति इदानीं तत्र आकाशः इति तत्र एकविधं वा अथवा एकविधं नास्ति वा आकाशनित्यं पदार्थं तत् नित्यं तु किन्तु एकविध एकमेव अस्ति वा अथवा अनेकाः सन्ति वा तत्रापि अनेकाः इति वक्तुं शक्नुमः आकाशः इति आकाशः अनेकाः इति वा अथवा तत्र तत्र अस्माकं गत अस्तु इदानीं तत्र तत्र प्रश्नः अस्ति तत्र एकं वा अनेकाः अनेकं वा इति तत्र अत्र कथं वयं ज्ञातवन्तः तत्र एकं नास्ति इति कथं ज्ञातवन्तः यतोहि तत्र पृथ्वी जलं तेजः वायुः ते तु प्रत्यक्षद्रव्याणि खलु तत्र पुस्तकं वा सर्वम् अस्ति तत्र अतः वयं पुस्तकमपि द्रष्टुं शक्नुमः घटमपि द्रष्टुं शक्नुमः सरित् द्रष्टुं शक्नुमः अतः तत्र वयं जानीमः तत्र एकम् एकविधं नास्ति इति खलु तत्र एकत्वं नास्ति इति प्रत्यक्षेण चक्षुषा वयं जानीमः तत्र एकत्वं नास्ति इति यतोहि तत्र एतेषां द्रव्याणां तत्र प्रत्यक्षं भवति खलु ज्ञानम् अस्ति वायोः प्रत्यक्षं ज्ञानं नास्ति किन्तु तत्र वायुः अपि तत्र बहुविधाः अस्ति इति जानीमः अनुमानेन जानीमः किन्तु आकाशस्य प्रत्यक्षज्ञानम् अस्ति वा अस्माकम् आकाशस्य प्रत्यक्षज्ञानं तु नास्ति नास्ति किन्तु आकाशे विद्यमानः शब्दस्य प्रत्यक्षज्ञानम् अस्ति वा अस्माकं शब्दगुणकम् आकाश इति इति अस्ति आकाशस्य लक्षणं किन्तु शब्दस्य प्रत्यक्षज्ञानम् अस्ति वा प्रत्यक्षज्ञानं नास्ति शब्दस्य आकाशस्य प्रत्यक्षज्ञानं नास्ति शब्दस्य प्रत्यक्षज्ञानम् अस्ति वा प्रत्यक्षज्ञानं भवितुमर्हति भवति एव भवितुमर्हति भवति एव यतोहि श्रोत्रेन्द्रियं शब्दं गृह्णाति खलु अतः शब्दग्राहकम् अस्ति अतः शब्दस्य तत्र प्रत्यक्षज्ञानम् इत्युक्ते तत्र इन्द्रियैः यत् ज्ञानं लभ्यते प्राप्नुमः तत् प्रत्यक्षज्ञानं शब्दस्य ज्ञानं तु भवति ज्ञानं भवति श्रोत्रेन्द्रियेण अतः शब्दः इति पदार्थः प्रत्यक्षः प्रत्यक्षपदार्थः प्रत्यक्षयोग्यपदार्थः यतोहि तस्य प्रत्यक्षज्ञानं भवति आकाशस्य प्रत्यक्षज्ञानं न भवति अतः तत्र अनुमानेन एव तत्र आकाशः अस्ति इति चिन्तनं किमर्थम् अनुमानेन आकाशस्य इति तत्र सुधा भगिनी किञ्चित् वदति वा तत्र शब्दस्य प्रत्यक्षज्ञानम् अस्ति अतः तत्र आकाशः अपि भवेत् इति कथं जानीमः शब्देन एव आकाशस्य आकाशम् अस्ति शब्दगुणकम् आकाशम् इति वयं जानीमः तत्र शब्दः गुणः इति जानीमः समीचीनं शब्दः गुणः इति जानीमः अतः गुणः अस्ति चेत् अन्यत् किं भवेत् आश्रयः अपि भवेत् अपि गुणशब्दस्य आश्रयः आकाशः शब्दस्य आश्रयः पृथ्वी न भवितुम् अर्हति जलं न भवितुम् अर्हति तेजः न भवितुम् अर्हति वायुः न भवितुम् अर्हति इति कृत्वा तत्र अन्यद्रव्यं तद् तस्य नामकरणम् आकाशः इति अतः तत्र आकाशः किमपि भवेत् अन्यद्रव्यं भवेत् आकाशः इति समीचीनम् अतः तत्र आकाशः अनुमानेन लब्धः पदार्थः इति समीचीनं अस्तु अग्रे तत्र शोभा भगिनी अग्रे तत्र अनुमानेन लब्धः पदार्थः तत्र तस्मिन् विषये तत्र वयं किं चिन्तनं सुलभः अस्ति तत्र एकत्वं वा अनेकत्वं वा अस्माकं क्रमः कः अनुमानेन लब्धः विषयः एकत्वं वा अथवा अनेकत्वं वा इति कथं नाम तत्र एषः पदार्थः अस्ति इति वयं जानीमः इदानीं तत्र आकाशः इति पदार्थः अस्ति इति ज्ञातवन्तः खलु इदानीं तत् तस्य प्रत्यक्षज्ञानं नास्ति खलु सत्यं यदि प्रत्यक्षज्ञानम् अस्ति तथा प्रश्नः न उदेति एकः वा अनेकाः वा इति, यतोहि तत्र प्रत्यक्षज्ञानेन वयं निर्णेतुं ज्ञातुं शक्नुमः किन्तु अत्र प्रत्यक्षवस्तु नास्ति. एतत् अनुमानेन लब्धः पदार्थः, अनुमानेन लब्धं द्रव्यम् आकाशः, अतः तत्र आकाशः अनुमानेन लब्धः पदार्थः, तत्र एकत्वम् इति सुलभं वा अनेकत्वम् इति सुलभं वा, तत्र किम् अस्माकं क्रमः किम् अस्ति? गतवर्गमासीत् तत्र यावत्पर्यन्तं तत्र अन्येषामपि वदति वा? चिन्ता मास्तु भगिनि, चिन्ता मास्तु, केवलं तत्र पुनस्मरणार्थं गतवर्गस्य किं या चर्चा जाता तस्याः तत्र चन्द्रमती भगिनी किञ्चित् वदति वा? एकत्वम् इति अनुमानेनैव सिद्ध्यते. एकत्वम् इति चिन्तयामः, यावत्पर्यन्तम् एकत्वस्य चिन्तनेन क्लेशः न भवति तावत्पर्यन्तम् एकत्वम् इति चिन्तयामः. यदि किमपि कारणम् अस्ति येन तत्र अनेकत्वस्य आवश्यकता तत्र अथवा क्लेशः भवति एकत्वस्य स्वीकारेण, क्लेशः भवति चेदेव तत्र अनेकत्वस्य स्वीकारः इति. शोभवर्णे समीचीनं, प्रत्यक्षज्ञानं भवति चेदेव अथवा अन्येन रीत्या अन्या रीत्या यदि एतादृशज्ञानम् अथवा अन्य तत्र तस्य विरोधज्ञानं भवति एकत्वं नास्ति तथा एव तत्र अनेकत्वं स्वीकुर्मः. तत्र मनसः एकत्वं इति स्वीकारं वा अथवा अनेकत्वं स्वीकारः वा? प्रेमलता भगिनि, मनसः अनेकत्वं स्वीकारः, अनेकत्वं, यतोहि तत्र सुखदुःखस्य सुखदुःखः एकस्मिन् मनुष्ये भवति, अतः तत्र मनसः एकत्वम् असौकर्यं भवति, अतः तत्र मनसस्य एकत्वं वयं न स्वीकुर्मः, तत्र अनेकत्वम् इति एव स्वीकुर्मः, अनेकत्वम् इति एव स्वीकुर्मः. अनुमानेन तत्र कालः अपि अस्ति इति तत्र तस्य प्रत्यक्षज्ञानं न भवति, दिक् अस्ति इति अपि तस्य प्रत्यक्षज्ञानं न भवति. प्रत्यक्षज्ञाने तत्र अग्रे अपि पश्यामः, तत्र प्रत्यक्षम् इति उद्भूतरूपमपि भवति भवेत् अपि मध्यमपरिमाणं तत्र परमाणु परिमाणम् अतिरिक्तपरिमाणं अपि उद्भूतरूपम् इति भवेत्, किन्तु तत्र रूपं तु केवलं पृथ्वी जलं तेजः तेषु एव भवति इति कृत्वा एते सर्वे तत्र प्रत्यक्षयोग्याः न सन्ति. अतः तत्र एतेषां प्रत्यक्षज्ञानं न भवति, कालः दिक् तेषामपि तत्र अनुमानेन एव तत्र तेषां ज्ञानं भवति, अतः तत्र तेषामपि एकत्वम् इति एव स्वीकुर्मः. आत्मा इति तत्र अनेकत्वमेव स्वीकरणीयं, यतोहि तत्र अनेके आत्मानः सन्ति इति एव, नो चेत् असौकर्यं भवति इति. अस्तु, अतः तत्र यावत्पर्यन्तम् एकत्वस्य स्वीकारे सर्वं समीचीनम् अस्ति एकत्वम् इति, यतोहि तत्र सुलभम् इति तस्य तत्र पारिभाषिकशब्दः आसीत् तत्र लाघवम्, लाघवम् इति लाघवं, मनसः क्लेशः यावत् यदा न भवति तदा लाघवम् अस्ति, गौरवम् यत्र क्लेशः भवति इति अस्माकं नियमः आसीत्. अतः तत्र आकाशस्य एकत्वम् इति एव स्वीकारः, न तु अनेकत्वम् इति, अतः आकाशः एकः एव इति. अस्तु, अपि तत्र प्रत्यक्षज्ञानं तत्र पृथिव्याः प्रत्यक्षज्ञानं कदाचित् भवति, अपि यद् यदि मध्यमपरिमाणम् उद्भूतरूपम् अस्ति, अपि तत्र जलस्य अपि तेजसः अपि तत्र प्रत्यक्षज्ञानं भवितुम् अर्हति, किन्तु वायोः प्रत्यक्षज्ञानं न भवितुम् अर्हति, आकाशस्य अपि न भवितुम् अर्हति, कालस्य, दिशः, आत्मनः अपि मनसः प्रत्यक्षज्ञानं न भवितुं न भवति इति. अस्तु, तत्र विभुद्रव्यम् अपि मूर्तद्रव्यम् इति अपि श्रेणी अस्ति तत्र नवद्रव्याणां. तत्र विभु इत्युक्ते तत्र प्रथमतया मूर्तद्रव्यम् इति किम् इति वदामः. मूर्तद्रव्यम् इत्युक्ते किम् इति तत्र गतवर्गे न उक्तं किन्तु पूर्वम् आगतम् इति मन्ये. मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया भवितुम् अर्हति, नाम यदि तत्र तत्र किं चिन्तनं तत्र तत्र पत्रं तत्र वृक्षः अस्ति, वृक्षे पत्राणि सन्ति, एकं पत्रम् अथवा फलं पतति, फलं वृक्षात् पतति, तस्मिन् समये तत्र फले अथवा पत्रे कर्म अस्ति, क्रिया अस्ति, यतोहि तत् पतनक्रिया, तत् पतति इति कृत्वा तत्र फलम् अथवा पत्रं पतति इति कृत्वा क्रिया अस्ति. यस्मिन् चलनक्रिया भवितुम् अर्हति तद्द्रव्यस्य नाम अस्ति मूर्तद्रव्यम्. अतः तत्र पुस्तकम्, उत्पीठिका इति एतत् सर्वं तत्र पुस्तके तत्र क्रिया भवितुम् अर्हति वा? चन्द्रमति भगिनि, पुस्तके क्रिया भवितुम् अर्हति वा? पुस्तकम् एकस्मिन् एकस्थलात् अन्यं स्थलं स्थापितुं शक्नुमः? स्वयमिति चिन्तनं नास्ति. अन्येनापि तत्र यदि चालितुं शक्नुमः तदा तथापि. अतः तत्र केवलं यदि तत् स्वयं चलति इति आवश्यकं नास्ति, केवलं क्रिया भवेत्. नाम तत्र यदि अन्य कोऽपि तत्र पुस्तकम् इतः अन्यत्र स्थापितुं शक्नोति चेदपि स्थापितुं शक्नुमः. अतः तत्र पृथिवी पार्थिवपदार्थेषु तत्र क्रिया भवितुम् अर्हति. जले तत्र जलम् अत्र अस्ति, जलम् अन्यत्र स्थापितुं शक्नुमः खलु? अतः जलमपि मूर्तद्रव्यम् इति इति उच्यते. तेजः किं गच्छति वा? तेजः इतः ततः गच्छति वा? न, तेजः न गच्छति. तेजः तत्र सूर्यस्य तेजः तत्र गच्छति अथवा एकस्मिन् स्थले एव भवति? किम् एकस्मिन् स्थले एव भवति? अस्माकं चक्षुषा तत्र तेजः गच्छति खलु? तत्र तस्मिन् क्रिया अस्ति अनुभवः. तत्र तेजः गच्छति एव, तेजः अपि गच्छति, वायुः अपि गच्छति, वायुः गच्छति. अतः तत्र मूर्तद्रव्यम् आकाशः, आकाशे क्रिया न भवितुम् अर्हति. तत्र आकाशः सर्वत्र अस्ति, तत्र केवलं तत्र मूर्तद्रव्यम् इत्युक्ते तत्र पृथ्वी, जलं, तेजः, वायुः, आकाशः तत्र तस्मिन् क्रिया न भवितुम् अर्हति. काले क्रिया न भवितुम् अर्हति, दिशि क्रिया न भवितुम् अर्हति, आत्मनि क्रिया न भवितुम् अर्हति, किन्तु मनसः तत्र मनसः क्रिया भवितुम् अर्हति. तत्र मूर्तद्रव्यम् इति कथनं, मूर्तद्रव्यम् इत्युक्ते तस्मिन् क्रिया भवितुम् अर्हति इति अस्ति. तत्र विभुद्रव्यम् इत्युक्ते विभुद्रव्यं तत्र सर्वेषां मूर्तद्रव्याणां संयोगः तस्य अस्ति. आकाशः सर्वत्र अस्ति, अतः तत्र आकाशः विभुद्रव्यम् इति उच्यते. कालः अपि, दिश् दिक् अपि, आत्मा अपि, मनः न, एतत् सर्वं तत्र परममहत्परिमाणम्, तत् सर्वम् अपि अत्र विभुद्रव्यं नास्ति, विभुद्रव्यं नास्ति, विभुद्रव्यं नास्ति, विभुद्रव्यं नास्ति. आकाशः, कालः, दिक्, आत्मा इति विभुद्रव्यं भवन्ति. तत्र ते सर्वमूर्तद्रव्ये तत्र द्रव्ययोः मध्ये तत्र विभुद्रव्यमपि मूर्तद्रव्ययोः मध्ये तत्र संयोगः भवति सर्वदा इति. तस्मिन् विषये अग्रे अपि किञ्चित् उच्यते. इदानीं तत्र आचार्य, वदतु भगिनि. आत्मनि क्रिया नास्ति वा? आत्मनि क्रिया नास्ति भगिनि. आत्मनि तत्र किम् अस्ति, आत्मा एकत्र एव तिष्ठति किन्तु मनसः क्रिया भवति. तत्र नैयायिकानां मतं किम् अस्ति, यथा तत्र त्वचा वयं तत्र स्पर्शस्य ज्ञानम् अथवा अन्यस्य ज्ञानं प्राप्नुमः खलु, तदा किं त्वगिन्द्रियस्य तत्र त्वगिन्द्रिये क्रिया अस्ति. त्वगिन्द्रिय तत्र पदार्थस्य तयोः मध्ये संयोगः भवति, तदा तत्र ज्ञानं भवति, तत्र प्रत्यक्षज्ञानं. तथैव तत्र क्रिया कुत्र अस्ति, त्वगिन्द्रिये अस्ति, तथैव मनसि क्रिया भवति. किन्तु आत्मा इति विभुद्रव्यं तस्मिन् तु तत्र क्रिया न भवितुम् अर्हति. विभुद्रव्यम् इत्युक्ते तत्र सर्वत्र अस्ति इति कृत्वा, नाम तत्र प्रकोष्ठः अस्ति इति चिन्तयतु. हा, प्रकोष्ठे यदि तत्र लघु टैल् अस्ति चेत् टैल् एकत्र एकभागे अस्ति, तं स्वीकृत्य अन्यस्मिन् भागे स्थापितुं शक्नुमः. किन्तु यदा तत् टैल् तावत् बृहत् अस्ति, प्रकोष्ठः बृहान् अस्ति, तावत् बृहत् टैल् अपि अस्ति इति कृत्वा तत्र एकमेव टैल् अस्ति इति चिन्तयतु प्रकोष्ठे. तत्र किं तस्मिन् क्रिया भवितुम् अर्हति वा? प्रकोष्ठस्य बहिः तत्र न गन्तव्यं, किन्तु सर्वत्र अस्ति, एकमेव टैल् अस्ति, तत्र किं क्रिया भवितुम् अर्हति वा? तथैव तत्र आकाशे तत्र क्रिया न भवितुम् अर्हति, यतोहि तत् सर्वत्र अस्ति, तस्मिन् किञ्चिदपि क्रिया न भवितुम् अर्हति इति नैयायिकानां मतम्. तथैव कालः अपि दिक् आत्मापि. अस्मिन् विषये अग्रे अपि वयं चिन्तनं भवति, यतोहि एतावत् वयं एतेषाम् एव लक्षणवाक्यं दृष्टवन्तः. अग्रे तत्र आकाशस्य लक्षणं समाप्य कालः दिक् आत्मा मनः एतेषां लक्षणं पश्यामः, तथा तत्र किं किम् अस्ति इति भव इति उच्यते. इत्युक्ते विभुपरिमाणम् अस्ति, विभुद्रव्याणां परममहत्परिमाणम् अस्ति. सत्यम्. अतः क्रिया न सम्भवति इति. किन्तु तेषां परिमाणं परममहत्परिमाणम् अस्ति, किन्तु तत्र तेषां तत्र लक्षणम् अथवा डेफिनेशन् किम् अस्ति इत्युक्ते, तत्र यस्मिन् क्रिया न भवति तदस्ति विभुद्रव्यम्. अस्तु अस्तु, तत्र डेफिनेशन् तत्र लक्षणम् वदतु भगिनि. अतः यत्र यत्र मूर्तत्वं नास्ति तत्र तत्र विभुत्वम् अस्ति इति वयं स्वीकुर्मः. सत्यं भगिनि, सत्यं. यत्र क्रिया मूर्तद्रव्यम् अस्ति, यत्र क्रिया न भवति तत् विभुद्रव्यम् अस्ति. तर्हि वायुमध्ये तत्र मूर्तत्वं क्रिया अस्ति, अतः मूर्तत्वम् अस्ति इति वयं स्वीकुर्मः, परन्तु तत् सर्वत्र भवति किल, अतः विभुत्वमपि अस्ति इति वक्तुं शक्नुमः किल? हा, अस्तु अस्तु अस्तु, समीचीनप्रश्नः भगिनि. अतः तत्र मया यत् उक्तं तत् समीचीनं भगिनि, नाम तत्र सर्वत्र अस्ति इति न, सर्वत्र अस्ति इति उक्तं, किन्तु सम्यक्तया वक्तव्यमस्ति आसीत्. धन्यवादः भगिनि. नाम सर्वेषां मूर्तद्रव्याणां कृते तत्र संयोगः अस्ति विभुद्रव्याणां. नाम आकाशः अपि, आकाशः तत्र कुत्र कुत्र अस्ति? तत्र भारतदेशे आकाशः अस्ति वा? आम्. अमेरिकादेशे अस्ति, मम प्रकोष्ठे अस्ति, भवत्याः प्रकोष्ठे अस्ति, तत्र तत्र संयोगः अस्ति. इदानीं पुस्तकं तत्र पुस्तकः अपि पुस्तकमपि आकाशः, तयोः मध्ये संयोगः अस्ति वा? अस्ति, यतोहि तत्र आकाशः सर्वत्र अस्ति. तत्र एकमेव आकाशः, तस्य सर्व तत्र तद् आकाशः अपि तत्र यत्किमपि मूर्तद्रव्यं भवतु तयोः मध्ये संयोगः अस्ति. अतः तत्र सर्वत्र अस्ति इति एव पर्याप्तं नास्ति, किन्तु साक्षात् लक्षणम् अथवा डेफिनेशन् एतदस्ति यस्मिन् क्रिया न भवितुम् अर्हति इति. अतः तत्र तदनन्तरं भवति तत्र तेषां तत्र परममहत्परिमाणम् एव भवितुम् अर्हति इति, यतोहि तत्र विभुद्रव्यं केवलं तत्र आकाशः कालः दिक् अपि आत्मा इति एव अस्ति. अतः संयोगः अपि अस्ति वा इति अस्माभिः द्रष्टव्यं किल, अथवा तत्र क्रिया अस्ति न वा इति यदि चिन्तयामः तेन पर्याप्तम्. यदि क्रिया भवति मूर्तद्रव्यम् अस्ति, यदि क्रिया न भवति विभुद्रव्यम् अस्ति इति. तत्र अग्रे तत्र विभुद्रव्यस्य अपि तत्र लक्षणं दीयते. इदानीं केवलं तत्र किञ्चित् तस्य परिचयः भवतु इति अत्र उक्तम्. एकः प्रश्नः अस्ति, प्रत्यक्षं लक्षणं, प्रत्यक्षलक्षणं ज्ञान इन्द्रियज्ञानम् अस्ति वा? तर्हि तत्र इन्द्रियेण वदतु भगिनि. तर्हि वायु त्वक् इन्द्रियज्ञानं सम्भवति? वायु न, वायोः तत्र त्वगिन्द्रियेण तत्र समीचीनं तत्र चिन्तनं तत् इति तत्र वायोः तत्र साक्षात् तस्य प्रत्यक्षज्ञानं न भवति इति उक्तं पूर्वं, यतोहि तत्र वायो तत्र उद्भूतरूपं नास्ति इति, यतोहि वायो रूपमेव नास्ति खलु. किन्तु तस्मिन् विषये तत्र एकं वक्तव्यम् अस्ति. तत्र अशोक महोदय अपि एक प्रश्नं पृष्टवान् तत्र, अतः तस्मिन् विषये किञ्चित् वदामः. तत्र यदि तत्र प्रकोष्ठे प्रकाशः अस्ति तदा तत्र उष्णः अस्ति वा? उष्णः अस्ति खलु, यतोहि प्रकाशः अस्ति प्रकोष्ठे. किन्तु तत्र उष्णः इति तत्र तस्य कीदृश उष्णः अस्ति, तत्र यादृश तत्र यदि तत्र वनि अस्ति, वनेः समीपं यदि गच्छामः तत्र तादृश उष्णः अत्रापि अस्ति वा? केवलं तत्र प्रकाशः अस्ति प्रकोष्ठे, साधारणसामान्य प्रकाशः यत्र अस्ति, तत्र बल्प् अस्ति खलु, तस्य समीपं न गच्छामः, तस्य तस्मात् बहु दूरमेव वयं स्मः. तत्र उष्णस्पर्शः भवति वा? अस्ति खलु, उष्णस्पर्शः तु अस्ति. किन्तु तद् लघु अस्ति खलु. तत्र नाम यथा तत्र उद्भूतरूपम् अस्ति तथैव तत्र उद्भूतस्पर्शः अपि अस्ति इति तत्र नव्यनैयायिकानां चिन्तनम्. उद्भूतरूपम् उद्भूतस्पर्शः इति स्वीकृत्य ते तत्र प्रत्यक्षम् अस्ति न वा इति साधयन्ति. अतः भवत्याः प्रश्नस्य उत्तरम् एतदस्ति, अशोकमहोदयस्य अपि प्रश्नस्य उत्तरम् एतदेव भवति. नाम अत्र वायोः प्राचीनानां मतमस्ति तत्र उद्भूतरूपं वायो नास्ति, अतः तस्य प्रत्यक्षज्ञानं नास्ति. किन्तु नव्यानां नैयायिकानां मतमस्ति तत्र वायौ रूपस्य का आवश्यकता, वायौ स्पर्शः अस्ति, उद्भूतस्पर्शः अस्ति इति तेषां चिन्तनम्. अतः नव्यनैयायिकानां मतम् अस्ति वायोः प्रत्यक्षज्ञानं भवति इति. अतः तत्र मतभेदः अस्ति. प्राचीनानां मतम् अस्ति तत्र उद्भूतरूपं भवेत् प्रत्यक्षज्ञानाय. नव्यानां मतम् अस्ति तत्र केवलम् उद्भूतरूपं तत्र चक्षुषा यदि प्रत्यक्षज्ञानं भवति तेषाम् उद्भूतरूपं भवेत् किन्तु अन्यैः इन्द्रियैः प्रत्यक्षज्ञानं तत्र उद्भूतरूपस्य आवश्यकता नास्ति. उदाहरणार्थं तत्र वायोः प्रत्यक्षज्ञानम् उद्भूतस्पर्शेण लभ्यते इति तेषां चिन्तनं. समीचीनं वा भगिनि? अतः तत्र मतभेदः अस्ति. प्राचीनानां मतं नव्यानां नव्यानां मतं प्राचीनानां मतं तत्र एतत् नव्यानां मतम् एतत्. किन्तु द्वयोः मध्ये तत्र आकाशः वा कालः दिक् आत्मा मनः तत्र तु प्रत्यक्षज्ञानं नास्ति. हा अतः तत्र केवलम् उद्भूतरूपम् अस्ति न वा इति तत्र उष्णस्पर्शः उद्भूत उष्णस्पर्शः यदि वयं तत्र वह्नेः समीपं गच्छामः तत्र उद्भूत उष्णस्पर्शः अस्ति किन्तु साधारणप्रकोष्ठे प्रकाशः अस्ति तत्र उद्भूत उष्णस्पर्शः नास्ति इति भवति. तत्र उद्भूतस्पर्शः अनुद्भूतस्पर्शः इति तत्र तस्य उपयोगेन तत्र ते वायोः प्रत्यक्षज्ञानं प्रत्यक्षयोग्यता साधयन्ति योग्यतां साधयन्ति. अस्तु एतावत् समीचीनं वा? अग्रे सरामः तर्हि. इदानीं तत्र अस्माकं मूलप्रश्नः आसीत् तत्र यथा तत्र लक्षणवाक्यानि आसन् तत्र शीतस्पर्शवत्यः आपः तत्र शरीरेन्द्रियविषयभेदात् शरीरेन्द्रियविषयभेदात् शरीरेन्द्रियविषयभेदात् इति आसीत् किन्तु आकाशस्य लक्षणम् आसीत् शब्दगुणकम् आकाशम् तच्च एकं विभु इति नित्यं विभु इति एव आसीत् श्रोत्रेन्द्रियस्य तत्र उल्लेखः तत्र न कृतः किमर्थम् इति प्रश्नः इति एव प्रश्नः तत्र अस्ति. अतः तत्र स गच्छामः तर्हि तत्र अत्र आसीत् प्रश्नः अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं कुतः तन्नोक्तं तत् न उक्तं हा इति तत्र एषा परम्परा गतवर्गे आगता आसीत् नाम तत्र इन्द्रियं श्रोत्रेन्द्रियम् अपि तत्र घ्राणेन्द्रियं रसनेन्द्रियं चक्षुरेन्द्रियं त्वगिन्द्रियं श्रोत्रेन्द्रियं विलक्षणम् इन्द्रियम् अस्ति कथम् इति अग्रे उच्यते. अतः तत्र अतः इतः पठामः तर्हि. अस्तु तत्र धनश्री भगिनी नमस्कारः. हा सर्वेषां तत्र न अद्य न उक्तवान् उक्तवान् क्षम्यतां. तत्र योगेन्द्रमहोदय नमस्कारः, विमला भगिनी नमस्कारः, उषा भगिनी नमस्कारः, उपेन्द्रमहोदय नमस्कारः, सुधा भगिनी नमस्कारः, शोभा भगिनी नमस्कारः, पद्मा भगिनी नमस्कारः, अनीता भगिनी नमस्कारः, नरसिंहमहोदय नमस्कारः, भगिनी नमस्कारः, जयलक्ष्मी भगिनी नमस्कारः, धनश्री भगिनी नमस्कारः, दीप्ति भगिनी नमस्कारः, चन्द्रमती भगिनी नमस्कारः, मूर्तिमहोदय नमस्कारः. अस्तु हा अस्तु तर्हि क्षम्यतां. तत् करणीयमासीत् मया न कृतं क्षम्यताम्. अस्तु इदानीं तत्र अग्रे पठामः तर्हि तत्र धनश्री भगिनी तत्र एवं च इति आरभ्य पठति वा तत्र? आमाम्. एवं च घटावयव परम्परागत पञ्चाणुकादिवत् इमानि इन्द्रियाणि अपि महत्तत्त्वन्ति मध्यमपरिमाणवन्ति परन्तु उद्भूतरूपाभावात् अतीन्द्रियत्वं सिद्ध्यति. हा तत्र घ्राणेन्द्रियं इति उदाहरणं स्वीकुर्मः, घ्राणेन्द्रियं तत्र तस्य प्रत्यक्षज्ञानम् अस्ति वा अथवा नास्ति? पृथिवी परमाणुद्वय न घ्राणेन्द्रियस्य आनुभविकं तत्र अनुभवः कीदृशः, घ्राणेन्द्रियस्य प्रत्यक्षज्ञानम् अस्ति न वा नास्ति? इन्द्रियपदार्थस्य प्रत्यक्षज्ञानं न भवति महोदय, न भवति अतः तत्र अतीन्द्रियम् अस्ति घ्राणेन्द्रियम्, अतः घ्राणेन्द्रियम् अतीन्द्रियम् अस्ति इति कृत्वा घ्राणेन्द्रिये अतीन्द्रियत्वम् अस्ति खलु, घ्राणेन्द्रिये अतीन्द्रियत्वम् अस्ति, यतोहि अतीन्द्रियम् अस्ति तत्, पुस्तके पुस्तकत्वम् अस्ति, अतीन्द्रिय द्रव्ये अतीन्द्रियत्वम् अस्ति. अतः तत्र घ्राणेन्द्रियस्य परिमाणं कीदृशं, तत्र परमाणुपरिमाणं वा अथवा परं महत् परिमाणं वा? परमाणु तत्र पूर्वं परमाणुद्व्यणुकादिपरम्परायां अग्रे तत्र, किन्तु तत्र घ्राणेन्द्रियस्य रसनेन्द्रियस्य चक्षुरेन्द्रियस्य त्वगिन्द्रियस्य सर्वेषां तत्र मध्यमपरिमाणम् इति उक्तं पूर्वं, मध्यमपरिमाणम् अस्ति, तथापि तत्र अतीन्द्रियम् अस्ति नाम तेषां तत्र प्रत्यक्षज्ञानं न भवति, अतः तत्र तेषु उद्भूतरूपं न भवेत्, यतोहि उद्भूतरूपम् अस्ति अपि मध्यमपरिमाणम् अस्ति चेत् तत्तु परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अस्ति, उद्भूतरूपम् अस्ति चेत् तत्र प्रत्यक्षं ज्ञानं भवेत्, इन्द्रियं नाम इन्द्रिययोग्यः, इन्द्रियेण तत्र तस्य ग्रहणं भवति इति भवेत्, किन्तु तादृशं नास्ति, अतः तत्र तेषु तत्र उद्भूतरूपं नास्ति इति, अतः तत्र परन्तु उद्भूतरूप अभावात् अतीन्द्रियत्वं सिध्यति, यद्यपि परिमाणं समीचीनम् अस्ति किन्तु उद्भूतरूपं तेषु नास्ति. किमर्थं तत्र परम्परया पृथ्वी परमाणुद्वयुणुकादिपरम्परया घ्राणेन्द्रियम् इति दत्तं, यतोहि तत्र घ्राणेन्द्रियं मध्यमपरिमाणम् अस्ति खलु इति चिन्तनं, तत्र घटः इति स्वीकुर्मः, तत्र घटस्य परिमाणं मध्यमपरिमाणं वा? मध्यमपरिमाणं तस्य प्रत्यक्षज्ञानं भवति, मध्यमपरिमाणम् अस्ति तत्र घ्राणे, तत्र घटः घटस्य अवयवाः सन्ति खलु, तत्र पार्थिवपरमाणवः एव अवयवाः खलु, तत्र चरम अवयवाः, पार्थिवपरमाणवः. घ्राणेन्द्रियस्य चरम अवयवाः के? पार्थिवपरमाणवः, यतोहि तत्र घ्राणेन्द्रियं पार्थिवद्रव्यम् अस्ति खलु, पृथिव्या निर्मितम् इन्द्रियमस्ति खलु, पृथ्वी पदार्थेन निर्मितं पदा अस्ति घ्राणेन्द्रियं, रसनेन्द्रियं जलेन परमाणुभिः प्राप्तं खलु रसनेन्द्रियं खलु. तत्र जलपरमाणुभिः रसनेन्द्रियं निर्मितम् अस्ति खलु, किञ्चित् अन्तर्जालसमस्या अस्ति. ओ अस्तु अस्तु अस्तु, इदानीं श्रूयते वा भगिनि? इदानीं श्रूयते वा? अस्तु अस्तु, तत्र अतः तत्र रसनेन्द्रियं जलीय, तत्र जलं पदार्थः इति एव अस्ति खलु रसनेन्द्रियं. चक्षुः तेजसः इति, अपि त्वगिन्द्रियं वायोः, वायुपरमाणवः सन्ति इति कृत्वा, अतः तत्र त्वगिन्द्रियं तत्र परम्परा नाम तत्र परमाणु एकम् अणुकं द्वयणुकं त्रयणुकम् इति परम्परा गतवर्गे पठिता आसीत् तत्र तादृश तत्र परम्परा अस्ति तस्यां परम्परायां तत्र त्वगिन्द्रियमपि अस्ति नाम एकः पदार्थः अस्ति हा वायुपदार्थः अस्ति इति अस्ति तत्र वयं तत्र घ्राणेन्द्रियं रसनेन्द्रियं चक्षुरेन्द्रियं त्वगिन्द्रियम् अस्ति शरीरे घ्राणेन्द्रियं नासिकायाः तत्र समीपे अस्ति खलु नासाग्रवर्ति इति रसनेन्द्रियं जिह्वायाः समीपे चक्षुरेन्द्रियं तु तत्र चक्षुषः हा अस्ति अपि त्वग् इति यत् साक्षात् त्वग् इति अस्ति तत्र एव त्वगिन्द्रियमपि अस्ति किन्तु वयं दृष्टवन्तः तत्र भिन्नः अस्ति खलु घ्राणेन्द्रियं नासिका नास्ति रसनेन्द्रियं जिह्वा नास्ति चक्षुरेन्द्रियं चक्षुः नास्ति त्वगिन्द्रियं त्वग् नास्ति खलु हा एते पदार्थाः कीदृशाः तत्र नासिका जिह्वा चक्षुः त्वग् पृथिवीजन्य एव हा पृथ्वीजन्याः हा एते सर्वाः पृथ्वीजन्याः सन्ति किन्तु इन्द्रियं प्रत्येकम् इन्द्रियं भिन्नपरम्परायाम् अस्ति घ्राणेन्द्रियं पृथिवीपरम्परायाम् अस्ति रसनेन्द्रियं जलपरम्परायाम् अस्ति इति अस्ति इदानीं तत्र श्रोत्रेन्द्रियस्य विषये किम् अस्ति इति अग्रे भवति समीचीनं हा अस्तु अग्रे तत्र आं वदतु भगिनि द्वयणुकाः सन्ति चेत् परमाणुपरिमाणम् एव किल सत्यं भगिनि सत्यं हा परन्तु अत्र द्वयणुकाः एव तेजः परमाणुद्वयणुकादिपरम्परया परन्तु तत्र मध्यमपरिमाणम् इति भवान् उक्तवान् किल कथं कुत्र कुत्र अत्र वा इन्द्रियाणां मध्ये गाणेन्द्रियं पृथ्वीपरमाणुद्वयणुकादि परम्परा किल तत्र अस्तु अस्तु इदानीं तत्र एकनिमिषः तत्र पश्यामः तत्र एतत् पदं पठतु भगिनि तत्र एवं च घट अवयवपरम्परागत पञ्चाणुकादिवति इमानि इन्द्रियाणि अपि महत्त्ववन्ति मध्यमपरिमाण तत्र किम् अस्ति पञ्चाणुकादिवत् पञ्चाणुकम् इति अस्ति तत्र द्वयणुकम् अनन्तरं तत्र त्रयणुकम् अत्र तु पञ्चाणुकादिवत् इति तत्र किम् अस्ति पञ्चपरमाणवः तत्र सन्ति इति नाम तत्र पञ्चपरमाणवः सन्ति चेत् तत्र तत् द्वयणुकं भवति वा द्वयणुके केवलं तत्र परमाणुद्वयमस्ति त्रयणुके त्रयणुके कति परमाणवः सन्ति षड् हा षड् सन्ति अतः तत्र पञ्च अधिकं यत्र परमाणवः सन्ति तत्र मध्यमपरिमाणम् इति अस्माकं चिन्तनम् अतः तत्र अतः तत्र द्वयणुकम् इति द्वयणुकं तत्र महत् मध्यमपरिमाणं नास्ति त्रयणुकात् आरभ्य एव त्रयणुकात् आरभ्य एव तत्र मध्यमपरिमाणम् अतः ग्राणेन्द्रियं तत्र परमाणुपरिमाणे आगच्छति वा न घ्राणेन्द्रियं तत्र घ्राणेन्द्रियं तस्य मध्यमपरिमाणम् इति एव स्वीकृतम् अस्ति भगिनि तदेव कथं जि तत्र द्वयणुकादिपरम्परया इति उक्तवान् किल न द्वयणुकादि ओ अस्तु अस्तु अस्तु पृथिव्यादिपरमाणुद्वयणुकादिपरम्परया इति तत्र परम्परा इत्युक्ते सर्वेषां निर्माणं तत्र घटस्य निर्माणं कथं भवति तत्र पार्थिवपरमाणुः एकः अस्ति अन्यः अस्ति द्वयोः संयोगः पुनः अन्य तत्र द्वयणुकम् अन्यत्रयणुकं चतुरणुकम् इति कृत्वा तदनन्तरं परम्परा नाम एतादृशी तत्र एतादृशनिर्माणं यदि कुर्वन्तः स्मः तथा अग्रे अग्रे अग्रे घटः इति घटस्य निर्माणं भवति परम्परा इत्युक्ते केवलं द्वयणुके एव अस्ति इति न तत्र संयोगं कृत्वा कृत्वा कृत्वा यत् प्राप्नुमः तत्र विमानमपि अस्मिन् परम्परायाम् अस्ति यतो किन्तु तत् बृहत् अस्ति मूलं द्वयणतादि आरभ्य तत्र भवति इति सत्यं भगिनि. अतः तत्र सर्वेषां तत्र अवयवाः तु परमाणवः किन्तु संयोगः तत्र अनेके संयोगाः सन्ति तत्र संयोगं कृत्वा कृत्वा कृत्वा प्राप्नुमः. अतः तत्र द्वितीये सोपाने प्राप्नुमः तृतीये सोपाने प्राप्नुमः इति नास्ति. तत्र अनेकानि सोपानानि सन्ति इति कृत्वा तत्र तस्य नामकरणं परम्परा इति. अस्तु जि समीचीनं वा? तत्र द्वयणुकम् इति नास्ति, परम्परया निर्मितं पदार्थः इति निर्मितः पदार्थः. अस्तु समीचीनम्. अग्रे भवती एव अग्रे पठति वा एतादृश इति? एतादृश उत्पत्तिपरम्परा न श्रोतेन्द्रिये घटते तस्य आकाशरूपत्वस्वीकारात्. आकाशस्य एकत्वेन परमाणुद्वयणकारीपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति. अतः श्रोत्रस्य नित्यत्वात् इतरजन्य इन्द्रियवत् अस्य पृथक् उल्लेखः न कृतः. तावत्पर्यन्तं श्रोतेन्द्रिये वयम् इदानीम् इतःपर्यन्तं वयं पठितवन्तः ज्ञानेन्द्रिये, रसनेन्द्रिये, क्षक्षिन्द्रिये, त्वगिन्द्रिये, तत्र द्वेणुकवादिपरम्परया तत्र मध्यमपरिमाणं भवति इति. परन्तु तादृशं श्रोतेन्द्रिये वक्तुं न शक्नुमः. किमर्थम् इति उच्यते? आकाशस्य स्वरूपत्वस्वीकारात् नाम तत्र घ्राणेन्द्रियं केन पदार्थेन, तत्र कीदृशं कीदृशपदार्थः घ्राणेन्द्रियं? पृथ्वीपदार्थः खलु. रसनेन्द्रियं जलपदार्थः. चक्षुः तेजः. त्वगिन्द्रियं वायुः. वायुः. अतः तत्र श्रोत्रेन्द्रियम् इति स्थापयामः, तत्र अत्र किं भवेत्? आकाशः इति भवति. अतः तत्र अत्र अस्मिन् स्थले यदि श्रोत्रेन्द्रियम् इति श्रोत्रम् इति स्थापयामः तत्र आकाशः भवेत् खलु. आकाशपदार्थः एव श्रोत्रेन्द्रियं खलु. परन्तु आकाशस्य एकत्वमेव अस्ति. हा, एकः एव आकाशः, आकाशस्य एकत्वम् अस्ति. अतः तत्र किं तर्हि तत्र परम्परा न भवति, यतोहि तत्र आकाशस्य परमाणवः न सन्ति, अवयवाः न सन्ति. अपि तत्र अत्र घ्राणेन्द्रियं तत्र मध्यमपरिमाणम् इति उक्तं, तत्र घ्राणेन्द्रियं मध्यमपरिमाणम् इति उक्तम्. अतः तत्र यत् यस्य मध्यमपरिमाणम् अस्ति तत्तु अनित्यम् अस्ति. अतः तत्र घ्राणेन्द्रियम् अनित्यम् अस्ति. यतोहि तत्र अवयवाः सन्ति चेत् अवयवयोः तत्र अवयवानां संयोगेन घ्राणेन्द्रियं प्राप्तं खलु. यथा तत्र घटः तत्र कपालद्वयेन तयोः संयोगेन घटः भवति, तथैव तत्र घ्राणेन्द्रियमपि तत्र परमाणुः अन्यः परमाणुः इति स्वीकृत्य परम्परया निर्मितम्. अतः तत्र एतत् सर्वं तत्र किमस्ति? अनित्यमस्ति. घ्राणेन्द्रियम् अनित्यमस्ति, रसनेन्द्रियं, चक्षुः सर्वम् अनित्यम् अस्ति. किन्तु अत्र किम् अस्ति? श्रोत्रेन्द्रियम् आकाशरूपम् अस्ति इति स्वीकुर्मश्चेत् आकाशः नित्यमस्ति खलु, नित्यपदार्थः अस्ति. किमर्थम् आकाशः नित्यः इति स्वीकृतवन्तः? आकाशः एकत्वम्, आकाशस्य एकत्वं लाघवार्थं नाम यावत्पर्यन्तं तत्र क्लेशः न भवति, तत्र विरोधज्ञानं न भवति, तावत्पर्यन्तम् एकत्वम् इति स्वीकारः. नित्यत्वं किमर्थं तदपि गतवर्गे उक्तं, नाम अन्य कोऽपि वदति वा तत्र यदि कोऽपि स्मरति चेत्, तत्र विमला भगिनी तत्र किमर्थं तत्र नित्यत्वं स्वीकुर्मः? तस्य उद्भवः अपि नास्ति, ध्वंसः अपि नास्ति. हा इति यदि तत्र आकाशः नित्यम् इति अनित्यम् इति स्वीकुर्मः तत्र किं भवति? आकाशस्य उत्पत्तिः कदा अभवत्, आकाशस्य ध्वंसः कदा भवति, आकाशस्य प्रध्वंसाभावः अपि तत्र उत्पत्तिः नाम तत्र अवयवाः सन्ति वा, तस्य कारणं किम्, उत्पत्तेः कारणं किं, ध्वंसस्य कारणं किम्, अपि ध्वंसः कदा भवति, उत्पत्तिः कदा अभवत्, एते प्रश्नाः आगच्छन्ति, तेषां समाधानम् अपेक्षितं भवति. अतः तत्सर्वं मास्तु, क्लेशकरम् अस्ति, गौरवम् अस्ति इति कृत्वा लाघवार्थं तत्र मनसः क्लेशः मास्तु इति कृत्वा नित्यत्वं स्वीकृतम्. अतः आकाशस्य अपि नित्यत्वं स्वीकृतम्. आकाशः नित्यपदार्थः इत्युक्ते श्रोत्रेन्द्रियमपि नित्यः. श्रोत्रेन्द्रियं नित्यम् इत्युक्ते तस्य उत्पत्तिः न सम्भवति, खलु पद्मभगिनी? आम् जी. हा, तस्य उत्पत्तिः न भवति नाम तत्र एतादृशपरम्परा तत्र नास्ति, खलु? एतादृशपरम्परा तत्र नास्ति. एकत्वम् इति कारणात् तत्र परम्परा न भवति, न भवति, उत्पत्तिः अपि न भवति, न भवति. अतः अतः अतः अतः श्रोतस्य नित्यत्वं भवति. नित्यत्वात् इतरजन्य इन्द्रियवत् अस्य पृथक् उल्लेखः न कृतः. हा, तत्र अन्य इन्द्रिया अन्यानि इन्द्रियाणि तत्र इतरजन्येन्द्रियवत् इत्युक्ते किम्? इतर अन्य इन्द्रियाणि तत्र परम्परा अस्ति इति उक्तवन्तः किल, तादृशम् अत्र नास्ति. हा, जन्य इतरजन्य इन्द्रियवत् नाम अन्यम् इन्द्रियं यदस्ति अथवा अन्यानि इन्द्रियाणि यानि सन्ति ते सर्वाणि जन्यानि, नाम तेषां जननम् अस्ति, उत्पत्तिः भवति. तावत् तादृशम् एतादृशं श्रोत्रेन्द्रियं नास्ति. श्रोत्रेन्द्रियं भिन्नम् अस्ति, विलक्षणम् अस्ति, नित्यम् अस्ति. अतः जन्यम् अस्ति इति तत्र तेषां जन्यम् अस्ति इति कृत्वा एव तत्र तेषां पृथक् उल्लेखः, पृथक् रीत्या उक्तमस्ति लक्षणवाक्यानन्तरं. पृथ्वी द्विविधा, नित्यम् अनित्यं च, अनित्य तत्र नित्यं परमाणुरूप, अनित्य त्रिविधं, तत्र शरीर इन्द्रिय विषयभेदात् एतत् सर्वम् उक्तमासीत्. किन्तु तादृशं तत्र श्रोत्रेन्द्रियस्य उल्लेखः न कृतः, यतोहि श्रोत्रेन्द्रियं नित्यमस्ति, इतरजन्येन्द्रियवत् नास्ति. समीचीनं वा? अस्तु जि. अस्तु, अग्रे तत्र अग्रे तावत् विमला भगिनी अग्रे पठति वा भवती? आं महोदय. परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति व्यवस्थानिर्वाहाय तत्तच्छरीरभेदेन श्रोत्रेन्द्रियाणि अपि अनन्तानि साधनीयानि. अतः कर्णशिष्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति इति कल्प्यते इति अलम्. नाम अस्माकम् अनुभवः कः? तत्र वयं चिन्तयामः तत्र श्रोत्रेन्द्रियम् एकम् अस्ति इति चिन्तनं वा अथवा अनेकानि सन्ति? अनेकानि, अनेकानि इति अस्माकं चिन्तनं. यतोहि एकस्य पुंसः शब्दप्रत्यक्षम् अन्यस्य नास्ति, एकः शृणोति अन्यः न शृणोति. अतः अस्माकम् अनुभवः अस्ति तत्र श्रोत्रेन्द्रियम् एकम् इति, तस्य एकत्वम् अनुभविकं नास्ति, अनेकानि सन्ति इति चिन्तयामः. अतः कथं, यतोहि तत्र आकाशः एक आकाशस्य एकत्वम् अस्ति इति स्वीकृतम्. अतः श्रोत्रेन्द्रियम् आकाशरूपम् अस्ति तस्यापि. अतः तत्र श्रोत्रेन्द्रियम् आकाशपदार्थः एव एकमेव अस्ति, अतः तत्र तस्य अनेकत्वं कथम् इति. अत्र किम् अस्ति, तत्र श्रोत्रेन्द्रियं तत्र किम् अस्ति, तत्र कर्णशष्कुली नाम तत्र कर्णं, कर्णः तु तत्र साक्षात् यत् शरीरे अस्ति, कर्णपुटं तत्र यत् तत्र केनाल् इति वदामः तत् आडिटरि केनाल् तत् अवच्छेदकम् इति स्वीकुर्मः, नाम भेदकं, नाम तत्र यथा तत्र आकाशः एकः एव इति स्वीकृतवन्तः खलु, आकाशः एकमेव, किन्तु भारतदेशे आकाशः अस्ति, अमेरिकादेशे अपि आकाशः अस्ति, तत्र वयं तत्र तद् यत् तत्र आकाशद्वयम् इति कल्पना भवति खलु, तत्र यद्यपि आकाशः एकः एव अस्ति, अतः तत्र किं मम प्रकोष्ठे अपि आकाशः अस्ति, भवत्याः प्रकोष्ठे अपि आकाशः अस्ति, मम प्रकोष्ठे यः आकाशः अस्ति सः भिन्नः अस्ति, भवत्याः प्रकोष्ठे यः आकाशः अस्ति इति अस्माकम् अनुभवः अस्ति, यद्यपि आकाशः एकः एव अस्ति, अतः तत्र चिन्तनं किम् अस्ति, तत्र प्रकोष्ठे विद्यमानः आकाशः इति चिन्तयामः, तत् उपाधि अथवा अवच्छेदकः भेदकः अस्ति, लिमिटिङ्ग्, यद्यपि आकाशः एकः अस्ति, यथा तत्र कालस्य विषये कालः एकः एव अस्ति खलु, किन्तु वयं वदामः अद्य, ह्यः, श्वः, श्वः भविष्यति, ह्यः अभवत्, अद्य वर्तमानः अस्ति इति कालस्य त्रैविध्यं प्रदर्शितम् इदानीं, किन्तु कालः एकः एव, नाम तत्र वयमेव तत्र विभजनं कृतवन्तः, साक्षात् कालस्य विभजनं न अभवत्, केवलं व्यवहारार्थं वयं विभजनं कृतवन्तः खलु, हा तथैव तत् तस्य नाम अस्ति अवच्छेदकम् अथवा उपाधिः, अतः तत्र श्रोत्रेन्द्रियस्य तत्र अपि तत्र वयम् अनन्तानि इति कथं सारयामः, तत्र आकाशः एकः एव, किन्तु यः आकाशः अस्मिन् कर्णशष्कुली अस्ति सः भागः भिन्नः इति स्वीकृत्य तत्र अवच्छेदकः, यः आकाशः अस्मिन् शरीरे तत्र कर्णशष्कुली मध्ये अस्ति तेन अवच्छेदकं तत्र अवच्छेद्यम् अस्ति आकाशस्य, आकाशः तेन तत्र सीमितः अस्ति, भिद्यते, हा तेन भिद्यते, एषः भागः आकाशस्य, एषः भागः मम शरीरे एकः भागः अस्ति आकाशस्य, सः भिन्नः अस्ति, अतः तत्र तस्य सः भागः एव वयं शरी तत्र श्रोत्रेन्द्रियम् इति चिन्तयामः, यद्यपि आकाशः एकः एव, किन्तु यः भागः अस्मिन् शरीरे शरीरे अस्ति इति अपि न वक्तुं शक्नुमः, किन्तु तादृशचिन्तनं भवति, नाम कर्णशष्कुली मध्ये आकाशः अस्ति सः भागः, तत्र तेन सीमितः भागः श्रोत्रेन्द्रियम् इति व्यवहारः भवतु केवलं तत्र, नो चेत् तत्र क्लेशः भवति, अतः तत्र श्रोत्रेन्द्रियम् एतेन भिन्नम् इति साधितुं शक्नुमः, यद्यपि साक्षात् श्रोत्रेन्द्रियम् एकमेव अस्ति, आकाशमेव अस्ति. जि अत्र वयं वदामः, भवान् उक्तवान् किल भिद्यते इति, तादृशं भिद्यते इति वयं स्वीकुर्मः चेत् अनेकत्वम् आगच्छति किल जि. हा सत्यं, किन्तु अतः तत्र भिद्यते नाम व्यावहारिकभेदः अस्ति तत्र, नाम कालस्य यथा वयं वदामः अद्य इति, तत्र कालस्य विभजनं कृतवन्तः खलु तत्र अद्य इति, अथवा ये चैत्रमासः अथवा धनुर्मासः इति, तत्र कालस्य विभजनं कृतवन्तः खलु, किन्तु काले साक्षात् तत्र भागः भागत्रयम् अस्ति वा, वर्तमानकालः भविष्यत्कालः तत्र भूतकालः इति भागत्रयं कृतवन्तः, किन्तु काले तद् वर्तते वा, काले न वर्तते, अस्माकं सौकर्यार्थं अतः तादृशमेव तत्र श्रोत्रेन्द्रियमपि एकमेव अस्ति, किन्तु वयम् आकाशमेव तत्र श्रोत्रेन्द्रियम् अस्ति, किन्तु श्रोत्रेन्द्रियं भिन्नम् इति व्यावहारिक आनुभविक अस्ति. अतः तत्र वयं किं चिन्तयामः, आकाशस्य भागं, यः भागः अस्मिन् शरीरे अथवा शरीरस्य समीपे, नाम तत्र कर्णशष्कुली मध्ये अस्ति, सः भागः एव श्रोत्रेन्द्रियरूपेण स्वीकुर्मः. तेन तत्र आकाशस्य अवच्छेदकं नाम सीमां रचितवन्तः. एषः भागः एव अस्माकं, मम श्रोत्रेन्द्रियम् एषः भागः आकाशस्य, भवत्याः श्रोत्रेन्द्रियम् अन्यः भागः आकाशस्य इति स्वीकुर्मः इति. समीचीनं वा? हा, समीचीनमेव. परन्तु मम सन्देहः कुत्र आगच्छति चेत्, तत्र वायोः विषये, वायुः वयं वदामः तत्र बहिः यदस्ति तद् भिन्नम् अस्ति, मम शरीरस्थवायुः भिन्नम् इति वयं वदामः किल, सत्यम्, अतः अनेकत्वम् इति. सो तादृशं मम कर्णविवरे यदस्ति तद् भिन्नं, बहिः यदस्ति तद् भिन्नम् इति चेत् तत्र अनेकत्वम् आगच्छति. किन्तु तत्र आकाशः एकः एव खलु? आम्. अतः तत्र अत्र तत्र किञ्चित् भिन्नम् अस्ति. आकाशस्य एकत्वं स्वीकृतं तेन तत्र श्रोत्रेन्द्रियस्य केवलं तत्र उपाधिरूपेण, नाम तत्र केवलं व्यावहारिकरीत्या तत्र भागाः कृताः, किन्तु साक्षात् तत्र भागः नास्ति, नाम तत्र इति. अस्तु, अन्य कोऽपि प्रश्नः? एषः विषयः, यदि एतं विषयं यदा अहं पठितवान् तत्र सन्तोषजनकः विषयः आसीत् मम कृते. किमर्थम् इति किञ्चित् वदामि, यतोहि तत्र एतेन किं प्राप्तं, तत्र श्रोत्रेन्द्रियं नित्यपदार्थः इति, खलु खलु यतोहि आकाशरूपम् अस्ति. अतः तत्र अस्माकं सम्प्रदाये तत्र श्रुतेः महत्त्वम् अस्ति खलु, श्रुतिवाक्यम् इति वदामः. तत्र परम्परा तत्र श्रोत्रेण, तत्र गुरुणा तत्र उपदेशः, शिष्यस्य उपदेशः श्रोत्रा एव भवेत्. इति अतः तत्र नाम तत्र पुस्तकेन लब्धं ज्ञानं भिन्नमस्ति, यद् तत्र परम्परया लब्धं ज्ञानं तद् भिन्नमस्ति, यतोहि तत्र परम्परया लब्धं ज्ञानं श्रोत्रेन्द्रियैः आगच्छति. तत्र एकमेव श्रोत्रेन्द्रियम् इत्युक्ते किं, तत्र यत् ज्ञानं गुरुमध्ये अस्ति तदेव ज्ञानं तत्र शिष्ये अपि आगच्छति, नाम एकमेव अस्ति तत्र श्रोत्रेन्द्रियम् अपि श्रुतिवाक्यम् एतत् सर्वं. तत्र बहु किमपि चिन्तनीयम् अस्ति, यदि तत्र वयं तत्र न्यायशास्त्रे श्रोत्रेन्द्रियम् आकाशरूपम् अस्ति, नित्यद्रव्यम् अस्ति इति यदि भवति, बहु किमपि तत्र किं कनेक्षन्स् भवति तत्. तस्मिन् विषये चिन्तयन्तु भवन्तः, तत्र नाम श्रुतेः महत्त्वं तत्र कनेक्षन्स् अनेकानि सन्ति इति मम अनुभवः. अस्तु, किन्तु अग्रे सरामः. अतः एतावत् वयं किं कृतवन्तः, नाम आकाशस्य लक्षणं कृतवन्तः. अतः तत्र आकाशं शब्दगुणकम् आकाशम् एकं विभु नित्यं च इति. इदानीं तत्र कालस्य लक्षणम् अग्रे अस्माकं विषयः भवति. अस्तु, तर्हि तत्र उपेन्द्रमहोदय अग्रे पठति वा? नमस्ते आचार्यजी, अतीतादि दिव्य अत्र पृथिव्यादि भूतद्रव्य पृथिव्यादि भूतद्रव्याणि पृष्ठसङ्ख्या 346 निरूप्य सम्प्रति कालं लक्षयति अतीतादि इति. नाम पृथिव्यादि पृथ्वी तत्र जलं वायु तेजः वायुः इति तेजो वायुः इति भूतद्रव्याणि यस्मिन् तत्र क्रिया भवितुम् अर्हति तेषां निरूपणं कृत्वा सम्प्रति इदानीं कालं लक्षयति नाम कालस्य लक्षणं किं कालं लक्ष्यं भवेत् इति कालस्य लक्षणं कथं भवति अतीताद् इति तादृश नाम तत्र लक्षणवाक्यं किम् अस्ति अतीतादि अतीतादि व्यवहार व्यवहारहेतुः कालः अतीत अतीत अतीतादि अतीत इत्यादि अतीत मीन्स् इत्यादि इत्यादि व्यवहारः व्यवहारस्य कारणं व्यवहारस्य कारणं कालः कारणं कालः हेतुः नाम कारणं कालस्य कालस्य व्यवहारस्य व्यवहारहेतुः अतीतम् इत्यादि अग्रे दास्यति अपि कालः च कालः च एकः विपुः नित्यः च अतः एव तत्र एकः एकः विभुः पदार्थः अस्ति नित्यमपि अस्ति नित्यपदार्थः अस्ति अतः एव तत्र विभुद्रव्यस्य विषयं पूर्वं वयं पठितवन्तः तत्र विभुद्रव्यं नाम यस्मिन् क्रिया न भवति इति किन्तु तस्य भूतद्रव्यं विभुद्रव्यम् एतत् सर्वम् अग्रे अपि तस्य सम्यक् चर्चा अग्रे भवति अस्तु अतः तत्र अग्रे महोदय किञ्चित् पठतु तत्र घटः घटः घटः अतीतः न सम्प्रति अस्ति घटः घटः नाम घटः अतीतः घटः घटः आसीत् घटः आसीत् अतीतः नाम घटः आसीत् किन्तु इदानीं नास्ति खलु न सम्प्रति अस्ति इदानीं नास्ति सम्प्रति इदानीं नास्ति इदानीं नास्ति नाम तत्र घटः वर्तते गृहं तत्र कोऽपि तत्र आगच्छति गृहम् आगच्छति किञ्चित् कालं तत्र तिष्ठति यदि भवान् आगच्छति न वा इति किन्तु भवान् गृहे नास्ति सः प्रत्यागच्छति यदा भवान् गृहम् आगच्छति उच्यते अस्तु एषः आसीत् किन्तु इदानीं सः नास्ति सः अन्यत्र गतवान् तथैव तत्र घटः इदानीं नास्ति पूर्वम् आसीत् घटः अतीतः न सम्प्रति अस्ति घटः इति भूतकालार्थकः खलु घटः अतीतः अपि अन्यत् वाक्यमस्ति घटः भूतकाले अस्ति अधुना नास्ति आसीत् अधुना नास्ति अपि घटः वर्तते घटः अस्ति अपि घटः अस्ति घटः भविष्यति वर्तमानकाले घटः घटस्य सम्भावना न घटः आसीत् घटः अस्ति घटः भविष्यति इत्यादिप्रयोगाः अस्माभिः क्रियन्ते इदानीं तत्र एतादृशप्रयोगः तत्र किं पृथ्वी उपयुज्य तत्र एतेषां वर्णनं कर्तुं शक्नुमः वा यदि कालः नास्ति चेत् केवलं तत्र पृथ्वी तेजः वायुः आकाशः जलम् अस्ति चेत् एतादृशवर्णनं कर्तुं शक्नुमः वा वयं न आचार्य कालस्य अपेक्षा अस्ति वर्णनं कर्तुं शक्नुमः इति इति अतः ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः ते नाम एते प्रयोगाः प्रयोगत्रयं यत् अस्ति ते प्रयोगाः पूर्वोक्तैः द्रव्यैः नाम पृथ्वी इत्यादि पृथ्वी जलं तेजः वायुः आकाशः तैः द्रव्यैः वर्णयितुं शक्यः न शक्याः न शक्याः नाम तत्र केवलं तत्र पञ्चद्रव्याणि एव सन्ति चेत् तत्र कालः नास्ति चेत् एतादृशवर्णनं न भवितुं न कर्तुं शक्नुमः अतः तादृशव्यवहार सम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसंज्ञकम् इत्युक्ते किं तस्मात् कारणेन तादृशव्यवहार काले अस्तित्व नास्ति एतादृशव्यवहारस्य सम्पादकं सम्पादकं येन एतस्य साधनं सम्पादयितुं शक्नुमः तादृश अतिरिक्तद्रव्यम् अतिरिक्तं द्रव्यम् इत्युक्ते अतिरिक्तम् अन्यं द्रव्यम् अन्यत् द्रव्यम् अपेक्षा अनुमीयते अन्यत् द्रव्यं भवेत् येन एतादृशव्यवहारः सम्भवति खलु यतोहि पञ्चद्रव्यैः एषः व्यवहारः न सम्भवति अतः तत्र अन्यत् किमपि द्रव्यं भवेत् अतः अनुमानेन अन्यत् द्रव्यं प्राप्तं तस्य द्रव्यम् अनुमीयते कालसंज्ञकं नाम तस्य नामकरणमस्ति कालः इति नूतनद्रव्यस्य नाम अस्ति कालः इदमेव च लक्षणवाक्ये उक्तम् अतीतादिव्यवहारहेतुः कालः इति नूतनद्रव्यमस्ति अतीतादि अतीतः वर्तते भविष्यति इत्यादि व्यवहारसम्पन्नार्थं नूतन द्रव्यम् अनुमीयते कालसंज्ञकं द्रव्यम् अनुमीयते इति समीचीनं महोदय उत्तमम् अस्ति तथैव अस्ति उत्तमम् अस्तु अग्रे समीचीनम् अस्ति महोदय अस्तु अग्रे तत्र पूर्वम् अस्तु शोभा भगिनी अग्रे किञ्चित् पठति वा आं महोदय सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति एकत्र सम्यक् अवगमने सर्वत्र तथैव रीत्या चिन्तनं सुकरम् तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः यथा केनचित् उक्तं घटः अतीता इति तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञातुम् क्षमताम् अतीतघटकविषयकं ज्ञानम् उत्पद्यते अर्थात् आं महोदय तत्र सङ्ग्रहे इत्युक्ते न्यायग्रन्थेषु न मूलम् अस्माकं तत्र विद्याधरी अस्ति व्याख्या खलु मूलग्रन्थः अस्ति तर्कसङ्ग्रहे क्षमताम् तर्कसङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति तत्र व्यवहार इति तत्र पदघटितानि इति किं इति न अस्तु तत्र लक्षणवाक्यम् अस्ति खलु एतद् लक्षणवाक्यम् अस्ति खलु कालस्य लक्षणवाक्यं खलु सत् आम् अतीतादिव्यवहारहेतुः कालः इति लक्षणवाक्यं तत्र व्यवहारः इति एकः भागः अस्ति खलु व्यवहारः इति एकः भागः अस्ति खलु व्यवहारः इति एकं पदम् अस्ति दक्षिणवाक्ये एकं पदम् अस्ति व्यवहारः खलु आम् महोदय अतः तत्र अस्मिन् वाक्ये लक्षणवाक्ये व्यवहार इति पद घटितम् एतद् वाक्यं कीदृशमस्ति व्यवहार इति पद घटितवाक्यम् अस्ति एतद् वाक्यं यतोहि घटितं नाम व्यवहार इति पदं तस्मिन् अन्तर्भूतम् अस्ति तस्मिन् अतीतादिव्यवहारहेतुः इति अत्र अतः लक्षणवाक्ये व्यवहार इति पदम् आगतं खलु पदघटितानि अष्टौ लक्षणानि सन्ति तत्र अष्टौ लक्षणानि एतादृशं वाक्यम् एतद् वाक्यम् अस्ति तादृशानि अन्यसप्तवाक्यानि लक्षणवाक्यानि अपि सन्ति तर्कसङ्ग्रहे सन्ति इति एकत्र सम्यक् अवगमने सर्वत्र तथैव रीत्या चिन्तनं सुकरम् तत्र अष्टौ लक्षणानि सन्ति पदघटितानि इत्यस्य विषये व्यवहार इति पदघटितानि व्यवहार इति पदं केवलम् अस्मिन् लक्षणवाक्ये न किन्तु अष्टलक्षणवाक्ये आगच्छति अस्ति अतः किन्तु किम् अस्ति एकत्र किन्तु एकत्र सम्यक् अवगमनं भवति चेत् सर्वत्र तथा एव चिन्तनं कर्तुं शक्नुमः इति एव अस्ति नाम चिन्तनम् इति नाम यदि वयं व्यवहारः इति पदस्य अर्थः कः इति यदि अस्मिन् लक्षणवाक्ये सम्यक् रीत्या अवगच्छामः तदा यदा नूतनलक्षणवाक्यं पठामः तस्मिन्नपि व्यवहारः इति पदमस्ति किन्तु पूर्वं पठितं ज्ञानमस्ति व्यवहारः नाम किम् इति जानीमः अतः नूतनलक्षणवाक्यस्य पठने सौकर्यम् अस्ति यतोहि तस्य अर्थः समानः अस्ति नूतनवाक्ये अपि एषः एव अर्थः भवति व्यवहार इति पदस्य अतः एकत्र सम्यक् अवगमनं यदा तत्र सतिसप्तमी नाम एकत्र सम्यक् अवगमनं यदा भवति तदा सर्वत्र तथैव रीत्या चिन्तनं सुकरं भवति इदानीम् अतः तत्र व्यवहारपदस्य अर्थः कः इति ज्ञातव्यः अत्र किमुक्तं तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः व्यवहार नाम ज्ञानं जनयति तादृशः शब्दप्रयोगः इति शब्दप्रयोगः यः ज्ञानजनकम् अस्ति तादृशशब्दप्रयोगः इति अर्थः व्यवहारः नाम इति पदस्य अस्तु अग्रे यथा केनचित् उक्तं घटः अतीतः इति अतीतः इति इत्युक्ते तत्र यः कोऽपि घटः अतीतः इति वदति चेत् तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानम् उत्पद्यते तत्र शृणोति तस्य ज्ञानं तस्मिन् मनसि अथवा तस्मिन् आत्मनि ज्ञानम् उत्पद्यते खलु उत्पद्यते इत्युक्ते तत्र तत्र व्यवहार इति पदघटितानि अष्टौ लक्षणानि एकं खलु महोदय तत्र तत्र अष्ट लक्षणवाक्यानि सन्ति येषु व्यवहारः इति पदम् आगच्छति अस्ति अपि च व्यवहार इति पदस्य ज्ञानजनकशब्दप्रयोगः अस्ति तस्य उदाहरणम् इति अर्थः अत्र उदाहरणं दीयते तत्र कोऽपि वदति घटः अतीतः इति कोऽपि वदति तत् श्रुत्वा एव श्रोतुः यः शृणोति तस्य अतीतघटविषयकम् इति ज्ञानं किमपि घटः अतीतः इति विषयस्य ज्ञानम् उद्भवति इति तस्मिन् इति समीचीनं तथैव नाम तत्र ज्ञानमस्ति चेत् विषयः भवति खलु अयं घटः इति ज्ञानम् अस्ति तत्र विषयः कः घटः इति विषयः खलु सत्यम् अयं घटः तत्र ज्ञानं ज्ञानस्य विषयः अस्ति घटः इति अत्र ज्ञानस्य ज्ञानम् उत्पद्यते श्रोतुः ज्ञानम् उत्पद्यते तत्र विषयः कः घटः अतीतः इति ज्ञानम् इति विषयः खलु घटः अतीतः इति एव विषयः अतीतघटः विषयः तत्र खलु ज्ञानम् एषः गतः अतीतः इति ज्ञानं, विषयः कः अतीतगतः इति एव विषयः तस्य ज्ञानस्य. अस्तु समीचीनम्. अस्तु अग्रे तत्र एतावत् तत्र अन्य कोऽपि तत्र वक्तुं, हा तत्र ओ नरसिंहमहोदय गतवान् इति मन्ये. अस्तु तर्हि योगेन्द्रमहोदय अस्तु अग्रे पठति वा. अर्थात् घटनिष्ठविशेष्यता निरूपकम् अतीतत्वनिष्ठप्रकारता निरूपकं ज्ञानम् उपपद्यते. उत्पद्यते ज्ञानम् उत्पद्यते. अतः तथा विधज्ञानं प्रति शब्दप्रयोगः कारणं, तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वमेव कालस्य लक्षणम्, इत्थं च तत्र चित्रं भवेत्. हा इदानीं तत्र ज्ञानम् उत्पद्यते, कोऽपि वदति तत्र घटः अतीतः इति वदति, तदा यः शृणोति तस्मिन् ज्ञानम् उत्पद्यते. कीदृशं ज्ञानम्? अतीतघटविषयकज्ञानम्. घटः अतीतः इति तत्र विशेष्यं किं, विशेषणं किम्? घटः इति विशेषणं प्रायः विशेष्यं विशेष्यं खलु विशेष्यं हा नाम तत्र उत्तमः रामः, रामः उत्तमः, कीदृशः रामः? उत्तमः रामः, उत्तमः बालकः, बालकः इति विशेष्यम्, उत्तमः इति विशेषणम्. तत्र घटस्य विषये वयं वदामः सः घटः अतीतः, अतः घटः अतीतः विषय विशेष्यम् अतीतः इति विशेषणं विशेषणं. हा अत्र यत्र विशेषणं विशेषं भवति तत्र वयं जानीमः खलु, तत्र किं भवति? घटः अस्ति, घटः विशेष्यम् अस्ति, तस्मिन् किम् अस्ति? अतीतत्वम् अस्ति खलु. वयम् एतत् कृतवन्तः खलु, नाम अतीतः घटः इत्युक्ते तत्र उत्तमः बालकः इत्युक्ते तत्र उत्तमता अथवा उत्तमत्वं बालके अस्ति इति तत्र करपत्रमपि सर्वं पठितवन्तः खलु. हा अतः तत्र विशेषणं, साक्षात् विशेषणं किमस्ति? अतीतत्वं घटे वर्तते खलु. हा अतः तत्र यत्र एतद् विशेषणमस्ति, एतद् एतद् विशेष्यम् अस्ति, तत्र ज्ञानं, तत्र वयं किम् उक्तवन्तः, विशेष्यता, प्रकारता, एतत् सर्वं पूर्वमासीत् खलु. हा तदेव अत्र उक्तं, घटनिष्ठविशेष्यता निरूपकं ज्ञानं खलु. घटे किमस्ति? विशेष्यता अस्ति, विशेष्यता अस्ति. हा अतीतत्वे किमस्ति? विशेषणता. हा अथवा प्रकारता, प्रकारता, प्रकारता अस्ति. अतः तत्र तादृशनिरूपकं ज्ञानं, घटनिष्ठविशेष्यतानिरूपकं ज्ञानम्, अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते इति. अतः तत्र चित्रमस्ति ज्ञानं, ज्ञानं तत्र अपि प्रकारता, तयोः मध्ये निरूप्य निरूपकभावः अस्ति, अतः निरूपकम् इति दत्तमस्ति. ज्ञानस्य निरूपकं तत्र प्रकारता अस्ति, प्रकारता कुत्र अस्ति? अतीतत्वे अस्ति. घटे किम् अस्ति? विशेष्यता अस्ति, विशेषता. तादृशज्ञानम् अस्ति. एतस्य ज्ञानस्य कारणं किम् अस्ति? शब्दप्रयोगः. यदि सः न उक्तवान् एतद् ज्ञानं न उत्पद्यते खलु. शब्द एतस्य ज्ञानस्य कारणं कालः वा? न कालः न, तत्र कालः न, किन्तु एतस्य ज्ञानस्य कारणं कोऽपि उक्तवान्, घटः अतीतः इति कोऽपि उक्तवान् खलु. तेन शब्देन, तेन शब्दप्रयोगेन अन्यस्य ज्ञानं जातम्, अन्यस्य मनसि अथवा अन्यस्य आत्मनि ज्ञानम् अभवत्, ओ तत्र घटः अतीतः इति ज्ञानम् अभवत्. अतः ज्ञानं प्रति शब्दप्रयोगः कारणमस्ति. अतः शब्दप्रयोगे कारणता अस्ति, कार्यता अस्ति खलु। इदानीं तत्र शब्दप्रयोगात् एतद् ज्ञानं सम्पादयितुं शक्नुमः, तत् कथं भवति, तत् कथं कथं शब्दप्रयोगः ज्ञानस्य कारणं भवितुम् अर्हति, तद् अथवा एतादृशशब्दप्रयोगस्य कारणं किम् इत्युक्ते तत्र अस्ति कालः इति कारणम् इति। अस्तु, अतः तत्र अग्रिमे वर्गे एतस्य इतः एव तत्र वयं पठामः, तत्र नाम सङ्ग्रहे व्यवहारः इति पदघटितानि अष्टौ लक्षणानि सन्ति इति ततः आरभ्य अग्रिमे वर्गे पठामः। तत्र समयः अपि जातः, किन्तु किञ्चित् अग्रे आगतवन्तः, अग्रिमवर्गे चित्रस्य परिशीलनं कुर्मः तर्हि। अस्तु तर्हि, धन्यवादः महोदय, धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः तर्हि। धन्यवादः, धन्यवादः।